गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दखण्डे स्मः तत्र शब्दः इति प्रमाणं चतुर्थप्रमाणं नैयायिकानां मतानुसारं प्रथमं तु प्रत्यक्षं द्वितीयं तु अनुमानं तृतीयं तु उपमानं चतुर्थं तु शब्दः को नाम शब्दः आप्तवाक्यं शब्दः आप्तः कः यथार्थवक्ता वाक्यं किं पदसमूहः पदं किं शक्तं पदं का शक्तिः अस्मात् पदात् अयमर्थो मोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति अवगतं तर्हि शक्तिः इत्युक्ते किम् इति चेत् ईश्वरसङ्केतः ईश्वर इच्छा एव शक्तिः तत्र इच्छायाः इच्छा इति सविषयकपदार्थः अस्ति इति कृत्वा तत्र विषयाः के इति चेत् मुख्यप्रकारतया पदं भासते घट इति स्वीकुर्मश्चेत् घटपदं मुख्यप्रकारविधया ईश्वर इच्छायां भासते मुख्यविशेष्यतया घट इति पदार्थः भासते अपि च तयोः मध्ये तत्र जन्यत्वं घटपदे विद्यमानजन्यत्वं तेन जायमानबोधः बोधे बोधस्य विषयः यस्मिन् विषयत्वम् इति एतत् सर्वं पञ्चविषयाः भवन्ति ईश्वरस्य इच्छायाः प्रतिपदस्य तस्य ग्रहणं तस्य ग्रहणम् इति तस्याः ग्रहणं शक्तेः ग्रहणं जीवेश्वरेण क्रियते जीवात्मना क्रियते चेत् जीवात्मना क्रियते चेत् तदा शाब्दबोधः जायते शक्तिग्रहः जायते शक्तिग्रहः एव शाब्दबोधः इति कथ्यते शाब्दबोधः इति एकविधज्ञानं शब्दप्रमाणेन जायमानज्ञानस्य नाम अस्ति शाब्दबोधः यथा परामर्शेन जायमानज्ञानस्य नाम अस्ति अनुमितिः एवम् शक्तिग्रहेण जायमानस्य शक्तेः ग्रहणेन जायमानस्य नाम अस्ति शाब्दबोधः अत्रापि प्रमात्मकमपि भवति भ्रमात्मकमपि भवति इति उक्तम् तत्र शाब्दबोधः शाब्दबोधे क्रमः यथा अत्र संयोगः वा विभागः वा अस्माभिः अधीतं प्रथमक्षणे क्रिया जायते द्वितीयक्षणे तत्र पूर्व तत्र विभागः जायते तृतीयक्षणे विभागेन पूर्वदेशसंयोगः जायते चतुर्थक्षणे पुनः नूतनसंयोगः जायते नूतनदेशेन सह संयोगः जायते पञ्चमक्षणे क्रिया नश्यति इति क्रमः यथा अस्माभिः दृष्टः केवलम् उदाहरणार्थं मया उक्तं तादृशक्रमः बहुत्र अस्माभिः दृष्टः प्रत्यक्षं कथं जायते अनुमानं कथं जायते उपमानं कथं जायते इति एतत् सर्वम् अस्माभिः चिन्तितम् एवं शाब्दबोधे प्रथमं शब्दस्य श्रवणं भवति घट इति घटम् इति वदति अस्तु तस्मात् पूर्वम् इदानीं घटम् इति वैयाकरणां मतानुसारम् एकमेव पदं किन्तु नैयायिकानां मतानुसारं पदद्वयमस्ति तर्हि घटम् इति वाक्यं भवति पदद्वयं किम् इति चेत् घट इति एकं पदम् अम् इति अन्यत् पदं तर्हि प्रथमक्षणे पदद्वयोः श्रवणं श्रोत्रेन्द्रियेण भवति तस्मिन्नेव क्षणे तत् श्रवणम् उद्बोधकं भवति कं प्रति शक्तेः स्मरणं प्रति तर्हि द्वितीयक्षणे शक्तेः स्मरणज्ञानं जायते तदा स्मरणेन आत्मनि तृतीयक्षणे घट उपस्थितिः कर्मत्व उपस्थितिः जायते चतुर्थक्षणे घटनिष्ठकर्मत्वम् इत्युक्ते पदयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः गृहीतः भवति अतः शाब्दबोधः जायते घटम् इत्यनेन कर्म उक्तः इति अस्माभिः अवगन्तुं शक्यते इति क्रमः अस्माभिः अधीतः तदनन्तरं तत्र घट अपि च अम् अनयोः मध्ये आधारादेयभावसम्बन्धः अस्ति, आधेयत्वं कर्मत्वे अस्ति, घटनिष्ठ आधेयत्वं कर्मत्वे अस्ति, तत् कर्मत्वं केन ज्ञायते इति चेत् तत्र उद्भूतमस्ति तद् बोद्धुम् अन्यत् किमपि पदं नास्ति, घटयोगः अम् इति पदद्वयमेव अस्ति, तयोः मध्ये सम्बन्धं बोद्धुं पदं नास्ति, तथापि अवबुध्यते एव। एवं तत्र इतोपि वाक्यं दीर्घं कुर्मश्चेत् घटं स्पृशति इत्यत्र घट इति एकं पदम्, अम् इति अन्यत् पदं, स्पर्शन स्पृश् इति धातुना उक्तस्पर्शनक्रिया अन्यत् पदं, तदनन्तरं ति इति आख्यातं तिङन्तं, तस्य नाम अस्ति आख्यातम्। आख्यातेन किमुच्यते इति चेत् कृतिरुच्यते, कृतिः इति आत्मगुणः अस्ति, सा कृतिः उच्यते। तर्हि इदानीं घट अपि च कर्मत्वम् अनयोः मध्ये सम्बन्धः, कर्मत्वम् अपि च स्पर्शनम् अनयोः मध्ये सम्बन्धः, निरूपकत्वसम्बन्धः अपि च स्पर्शनं कृतिः तत्र अनुकूलत्वम्, स्पर्शनक्रिया जातुम् अनुकूलता, तादृश अनुकूलकृतिः भवेत्, तदा एव तस्मिन् अग्रिमक्षणे क्रिया जायते। ज्ञानं यदा ज्ञानमस्ति तदा एव इच्छा जातुमर्हति, किन्तु ज्ञानमस्ति चेत् इच्छा निश्चयेन जायते इति नियमः नास्ति, किन्तु ज्ञानं विना इच्छा न जायेत, अतः ज्ञानं तदनन्तरम् इच्छा तदनन्तरं कृतिः तदनन्तरं क्रिया इति अस्ति। अस्तु, तर्हि एते त्रयः सम्बन्धाः अपि, घट अपि च कर्मत्वं, कर्मत्वम् अपि च स्पर्शनं, स्पर्शनमपि च कृतिः, अनयोः मध्ये त्रयः सम्बन्धाः वर्तते, ते सम्बन्धाः कथं ज्ञायते इति चेत् तदर्थमेव उदाहरणं दत्तमासीत्, तत्र नोदकः अपि च तस्य आश्रयः क्रीणामश्चेत्, तत्र योजकः अपि निःशुल्कं यथा आपणकः ददाति तथा अत्र पदं विना अपि बोधः जायत्येव इति उक्तम्। तर्हि तस्मिन्नेव विषये मया उक्तं, तदपि प्रायः ईश्वर इच्छाधीनः, तत्रापि शक्तिः वर्तते इति अवगन्तव्यम् इति मया उक्तम्। अस्तु, तदनन्तरं तत्र प्रकृतिविचारः इति पाठः आरब्धः, किमर्थम् इत्युक्ते तत्र प्रकृतिः प्रत्ययः निपातः इति अस्ति, तेषाम् अवगमनं भवेत् इति उक्तं। तत्र प्रकृतिः यस्मिन् यस्मात् प्रत्ययः विधीयते सा प्रकृतिः भवति इति उक्तं, यस्य विधानं सः प्रत्ययः इति अवगतं। तर्हि प्रकृतिः द्विधा विभक्ता, नामप्रकृतिः धातुप्रकृतिः इति, धातुप्रकृत्या किं बुध्यते इति चेत् क्रियां बुध्यते, क्रियां बोधयति धातुप्रकृतिः, अन्यत् सर्वं नामप्रकृतिः बोधयति, द्रव्यगुणादीन् बोधयति। पुनः नामप्रकृतिः द्विधा विभक्ता, विशेषणबोधिका विशेष्यबोधिका, तत्रापि विशेषणबोधिकाः पुनः द्विधा विभक्ता अस्ति, क्रियाविशेषणं तद्भिन्नम् इति प्रकृतिप्रत्ययचिन्तनं कृतं। तस्मादुपरि इदानीं प्रत्ययस्य विषये, प्रकृतिविषये दीर्घचिन्तनं कृतम्, इदानीं प्रत्ययविषये स्मः। तर्हि शब्दकाण्डे मानचित्रम् एतादृशं भवेत्, कथं चिन्तनं जायमानमस्ति इति। तर्हि इदानीं प्रत्ययस्य विषये चिन्तनं, प्रत्ययमपि स्वयं द्विधा विभक्ता इति अधीतं, धर्मबोधकप्रत्ययः धर्मिबोधकप्रत्ययः। धर्मबोधकप्रत्ययः नाम किम् इति चेत् सुप्रत्ययः तिङ्प्रत्ययाश्च मिलित्वा धर्मबोधकप्रत्ययाः, अन्यत् सर्वं धर्मिबोधकप्रत्ययाः भवन्ति इति अवगतम्। तर्हि इदानीम् उदाहरणार्थम् अत्र किम् उदाहरणम् अस्माभिः स्वीकृतम्, ति इति प्रत्ययः खलु, अयं च धर्मबोधक द्विविधः सुप्रत्ययः किं प्रत्ययश्च किं गच्छति, सत्यं सत्यं गच्छति, तत्र स्थूलाक्षरैः न लिखितम्। अस्तु गच्छति इत्यत्र गम् धातुतः गम् इति प्रकृत्या धातुप्रकृत्या सह प्रकृत्याः ति इति आख्यातं विहितम्। ति इत्यनेन किं स्वीकर्तव्यम् इति चेत् आत्मनिष्ठां कृतिं ति इति प्रत्ययः बोधयति। किमर्थं कृतिः, किमर्थं क्रिया न इति चेत् आत्मा विभुः अस्ति, आत्मनि क्रिया यदा कदापि न जायते इति कृत्वा कृतिमेव बोधयति इति तावद् अस्माभिः प्राप्तं 298 पेज् मध्ये। इदानीम् अत्र अपरोपि अर्थः इति आरभ्य पठनीयमस्ति। एतावत्पर्यन्तं सर्वेषां तत्र स्पष्टता अस्ति इति विश्वसिमि। प्रश्नान् सन्ति चेत् पृच्छन्तु कृपया। अस्तु अग्रे गच्छेम। अपरे अपि अर्थः कालरूपः इति आरभ्य पठनीयम्। महोदय एकः प्रश्नः अस्ति, परन्तु पूर्वकक्षायां निरूपकत्वम् इति सम्बन्धः तस्य स्पष्टता नास्ति महोदय, तत् अग्रे आगच्छति वा? नास्ति इति भाति मम। भवतु, तत्र कः प्रश्नः कः? अत्र परस्परनिरूपनिरूपकत्वम् इति अवगन्तव्यं वा? नो चेत् अत्र घटं पदम् अस्ति चेत् स्पश्यति इति पदस्य निरूपणं भवति इति अवगन्तव्यं वा? तदेव न स्पष्टमस्ति। अस्तु, तर्हि घटं स्पृशति इति वाक्यं खलु, अत्र घटम् इत्यस्य कारकं किम्? कर्मकारकम्। उत्तमं, कर्मकारकं। कारकम् इत्यस्य अर्थः कः? कारकम् इत्यस्य अर्थः यस्मिन् क्रियासम्बन्धं भवति तदेव कारकम्। उत्तमम्। आदौ क्रियाजनकत्वं कारकम् इति अवगतं, तदनन्तरं तस्य परिष्कारं कृत्वा क्रियान्वयित्वं कारकत्वं, क्रिया अन्वयित्वम्। अन्वयित्वम् इत्युक्ते सम्बन्धः। समीचीनतया रमेश महोदयेन उक्तं, तत्र सम्बन्धः, क्रियासम्बन्धः। अस्तु, तर्हि इदानीं घटं स्पृशति इत्यत्र घटम् इत्यस्य स्पृशति इति क्रियया सह सम्बन्धः करणीयः, तदा एव कारकत्वं सिद्धं भवति खलु घटे। हा, तर्हि इदानीं घटम् अपि च स्पृशति इति क्रिया, इदानीं भवत्या किं करणीयं? घटे कारकत्वं सम्पादनीयं। तत् कथं करोति इत्युक्ते किमपि सम्बन्धः वक्तव्यः। अच्छा, कारकसम्बन्धनिरूपकत्वम् इति अवगन्तव्यम्। इदानीम् अवबुद्धम्। हा, इत्युक्ते अम् पदे, अम् पदस्य अम् इति पदं पदार्थः अस्ति कर्मत्वं, यथा घटम् इति घट इति पदं पदार्थः अस्ति, घटः इति वस्तु द्रव्यं, तथा अम् इति पदं तेन पदेन उक्त अर्थः कः इति चेत् कर्मत्वम् इति अर्थः। स च कर्मत्वं कर्मत्वेन कर्मत्वेन निरूपितम्, निरूपित इत्युक्ते अस्तु समीचीनतया वदामि, स्पर्शनक्रिया अस्ति, स्पर्शनक्रियायाः कर्म अस्ति कर्मत्वं, स्पर्शनक्रियायाः कर्म अस्ति घटः, फलाश्रयः अस्ति। रामः घटं स्पृशति इत्यत्र फलाश्रयः व्यवहार स्पर्शनक्रियाया क्रिया व्यवहारः कः करोति इति चेत् रामः। तर्हि रामः कर्ता भवति, व्यवहाराश्रयः कर्ता, फलाश्रयः फलं कर्म इति अस्माभिः अधीतम्। तर्हि तत्र कर्मत्वं कस्य निरूपकं भवति इति चेत् स्पर्शनक्रियायाः निरूपकं भवति, फलाश्रयं भूत्वा कर्मत्वं, यत्कर्मत्वम् अम् इति पदेन बुद्धं बोधितं तत् कर्मत्वं निरूपकं भवति इत्युक्ते सम्बन्धः अस्ति इति। तर्हि निरूपकत्वं कर्मत्वे अस्ति, बुध्यते खलु? हा महोदय. अपि च एकः प्रश्नः, घटम् इति पदं कर्मपदं, स्पृशति इति क्रियापदम्, अत्र कर्तृपदम् अस्ति इति अपि बोधः जायते किल? किं दृष्ट्वा? वाक्यं दृष्ट्वा. घटं स्पृशति इति पदेन वाक्ये घटं दृष्ट्वा कर्ता अस्ति इति न जायते खलु? कर्ता भवेत् इति ऊहः इति ज्ञानं लभते किल? सत्यं लभते, किन्तु किं दृष्ट्वा वाक्ये इदानीं वाक्यमस्ति घटं स्पृशति, अत्र बहूनि अक्षराणि सन्ति, तेषु किं दृष्ट्वा कर्ता भवेत् इति ज्ञायते? स्पृशति इति पदं दृष्ट्वा. स्पृशति इति स्पृशति इति सम्पूर्णपदं दृष्ट्वा वा? ति इति आख्यातं दृष्ट्वा. हा उत्तमं, ति इति आख्यातं दृष्ट्वा कर्ता कोऽपि भवेत् इति ज्ञानं कथं जायते, किमर्थं जायते? अत्र ति इति ज्ञानं दृष्ट्वा कृतिः अस्ति इति ज्ञानं जायते, अतः कः करोति इति अपेक्षा भवति. न न, ति इति कीदृशप्रत्ययः अस्ति? तिङन्तप्रत्ययः. सत्यप्रत्ययः. तेषु कस्मिन् अर्थे ति इति प्रत्ययं योजितम्? प्रथमपुरुषे एकवचनं. सत्यं, प्रथमपुरुषः एकवचनम् इति एतत् सर्वं कस्मिन् अर्थे? कर्तृ अर्थे. हा उत्तमं, कर्तृर्थे ति इति प्रत्ययं, कर्तरिप्रयोगः अस्ति. स्पृशति इति कर्तरिप्रयोगः अस्ति खलु? इदानीम् अहं व्याकरणम् अनुसृत्य वदन्नस्मि, नैयायिकानां मतानुसारं कथं भवति इति अग्रे आयास्यति. किन्तु ति इत्यस्य कर्तरिप्रयोगः अस्ति इति कृत्वा कर्ता कोऽपि भवेत् इति अवगमनं जायते. बुद्धं खलु? उत्तमम्. तर्हि स्पर्शनं इति क्रिया, तत्र तादृशस्पर्शनक्रिया जातुम् अनुकूला कृतिः आत्मनि जायेत, तर्हि तत्र अनुकूल आनुकूल्यसम्बन्धः वर्तते, स्पर्शनक्रिया अपि च कृतिः. कृतिं विना क्रिया न जायते इति कृत्वा. अस्तु, अग्रे गच्छामि. हा मेहुल् महोदय आरब्धं करोतु, अपरोपि अर्थः. आं महोदय, अपरोपि अर्थः कालरूपः आख्यातेन बोध्यते. गच्छति इत्यत्र सः वर्तमानकालः, अगमत् इत्यत्र भूतकालः. कस्यायं कालः? कृतेः. कृतेः कालः. गमनजनिका आत्मकृतिः यदि सम्प्रति अस्ति, गच्छति चैत्रः इति भवति प्रयोगः. भूतकालिकी यदि कृतिः तदा अगमत् इति प्रयोगः. अतः योऽयं कालरूपः अपरः आख्यातार्थः. योऽयं कालरूपः अपरः आख्यातार्थः. सः तदर्थे एव कृतौ आधेयतासम्बन्धेन अन्वेति. अस्तु. अस्तु, अत्र यः तिङ् प्रत्ययः, अत्र ति इति प्रत्ययः आख्यातम् अस्ति इति वयं दृष्टवन्तः. तर्हि तेन आख्यातेन कालरूपः इति अन्यत् अर्थः अपि बोध्यते. तर्हि प्रथम अर्थः कः? हा, प्रथम अर्थः तु कृतिरूपः इति खलु, आत्मनिष्ठां कृतिं, कृतिः इति आत्मगुणः. हा, कृतिं बोधयति. कृतिं बोधयति, अपि च केवलं कृतिं न बोधयति, किन्तु कृतिः कस्मिन् काले भवति इति कालमपि बोधयति. ति इति प्रत्ययः आख्यातः, ति इति प्रत्ययः नास्ति. आख्यातं कृतिं बोधयति, अपि च कृतिं, कृतिः कस्मिन् काले जायते इति कालमपि बोधयति. अस्तु, अग्रे. हा, अत्र गच्छति इति यदा वाक्यं पश्यामः चेत् तत्र ति इति आख्यातेन वर्तमानकालः बोध्यते. यद् अपि च अत्र अगमत् इति वाक्यं पश्यामः चेत् तत्र ति इति आख्यातेन भूतकालः बोध्यते. तर्हि भूतकालः बोध्यते इत्युक्ते कस्य अपेक्षया अत्र भूतकालः अथवा वर्तमानकालः? कस्य अपेक्षया? कस्य अयं कालः इति उक्तं खलु अग्रे, कृतेः इति अस्ति. हा, परन्तु कस्य अपेक्षया? कृतेः कालः, कृतिः यस्मिन् काले जायते तं कालं बोधयति. आम् आम्, सत्यं. हा, तत् सत्यं. हा, कृतेः कालं बोधयति. अस्तु, गमनजनिका आत्मकृतिः यदि सम्प्रति अस्ति. हा, अस्तु, अधुना इदानीन्तनकाले इत्युक्ते जस्ट् नौ, सम्प्रति यदा गमनजनिका आत्मकृतिः इत्युक्ते गमनक्रियायाः जननं यः करोति सा आत्मकृतिः यदा सम्प्रति अस्ति, तर्हि कीदृशः प्रयोगः भवति इत्युक्ते गच्छति चैत्रः, तादृश. सम्प्रति इत्यस्य अर्थः अग्रे, इदानीम् इति खलु? न, अग्रे नास्ति, वर्तमानम् इति अर्थः. हा, जस्ट् नौ, जस्ट् नौ इति. हा, सम्प्रति. हा, सम्प्रति इत्यस्य अर्थः वर्तमानम्. यदि वर्तमाने अस्ति, गच्छति चैत्रः इति भवति प्रयोगः. यदि भूतकालिकी कृतिः अस्ति इत्युक्ते भूतकाले एव कृतिः जाता, तर्हि अगमत् इति प्रयोगः, चैत्रः अगमत् इति प्रयोगः भवति. अतः यो यः अयं कालरूपः अपरः आख्यातार्थः इत्युक्ते अत्र यः अपरः अर्थः अस्ति आख्यातस्य, तत्तु कालरूपः अस्ति. सः तदर्थे, सः इत्युक्ते आख्यातम् इति तदर्थे एव इत्युक्ते कालरूपार्थे एव कृतौ आधेयतासम्बन्धेन अन्वेति. तर्हि आधेयतासम्बन्धेन आख्यातम् इति कृतेः सः अन्वयः करोति इति. आधेयता, अस्तु, अग्रिमे परिच्छेदे तदेव उक्तमस्ति, तर्हि अग्रिमपरिच्छेदं पठतु. अस्तु, कृतिः काले कालिकसम्बन्धेन सम्बन्धेन अस्ति. कालस्तर्हि आधारः, कृतिः आधेया, कालाधेयता कृतौ. अस्तु, तर्हि अत्र कालः इति कृतौ कालिकसम्बन्धेन वर्तते, तर्हि कालः इति आधारः भवति, कृतिः इति आधेया भवति. अत्र श्रीलिङ्गे अस्ति अतः आधेया इति भवति. तर्हि कीदृशी आधेया इति प्रश्ने सति काल आधेयता कृतौ अस्ति इति आगच्छति. अतः कालः आधेयता सम्बन्धेन कृतौ अन्वेति. इत्युक्ते आधारः इत्युक्ते अधिकरणं कालः, आधेयः इति आधेया इति कृतिः इति भवति. अस्तु, अनया च आत्मगुणरूपया वर्तमानकृत्या शरीरे चेष्टा गमनरूपा उत्पद्यते इति चेष्टानुकूलत्वं चेष्टाजनकत्वं कृतौ आगतम्. अस्तु, तथैव प्रकृत उदाहरणे अत्र गमनक्रिया इत्यस्य उदाहरणे अत्र इति उदाहरणे आत्मगुणरूपया वर्तमानकृत्या शरीरे चेष्टा गमनरूपा उत्पद्यते. शरीरे गमनरूप चेष्टा उत्पद्यते. कया उत्पद्यते? गमनरूपा चेष्टा उत्पद्यते. हा, सत्यं, किन्तु केन उत्पद्यते? कया उत्पद्यते? तर्हि कया अत्र कृत्या उत्पद्यते, आत्मगुणरूपया कृत्या उत्पद्यते. उत्तमं. इति चेष्टानुकूलत्वम् अथवा अपि च अथवा चेष्टाजनकत्वम् इति कृतौ आगतम् इत्युक्ते कृतौ एकः गुणः अस्ति इति वयं वक्तुं शक्नुमः. तत् किम् इत्युक्ते सः गुणः कः इत्युक्ते चेष्टानुकूलत्वम् अथवा चेष्टाजनकत्वम् इत्युक्ते चेष्टायाः जनक जनकत्वं कृतौ आगतम् तादृशधर्मः अस्ति कृतौ इति वक्तुं शक्नुमः. अत एव गमनस्य आख्यातार्थकृतौ अनुकूलत्वसंसर्गेण अन्वयः उक्तः. अस्तु, तर्हि पुटसङ्ख्या 294 इत्यत्र गमनस्य आख्यातार्थकृतौ, अत्र कृतौ अनुकूलत्वसंसर्गेण अन्वयः, कृतौ अन्वयः अस्ति कस्य? तर्हि गमनस्य. केन अन्वय कथम् अन्वयः भवति? तर्हि अनुकूलत्वसंसर्गेण अन्वयः भवति इति तत्र उक्तम्. तत्र स्पर्शनम् इति दत्तं 294, यद् इदानीमेव अस्माभिः चिन्तितं. तर्हि स्पर्शनस्य इति भवेत् खलु, स्पर्शनस्य आख्यातार्थकृतौ स्पर्शननिष्ठ अनुकूलत्वं कृतौ वर्तते. कृतौ वर्तते, सत्यं. तत्र गमनं धातुप्रकृत्या लब्धम्. अस्तु, गम इति धातुः, तर्हि गमनम् इति धातुप्रकृतिः इति, तया गमनम् इति लब्धम्. कृतिश्च आख्यातेन इति, कृतिः तु आख्यातेन लब्धम् इति तयोः सम्बन्धः अथवा संसर्गः अनुकूलत्वं पदार्थयोः आकाङ्क्षया भासते इत्युक्तम् एव इत्युक्तमेव. अस्तु, धातु अपि च कृति इत्यनयोः मध्ये सम्बन्धः अथवा संसर्गः अथवा अनुकूलत्वम् इति मन्ये, पदार्थयोः आकाङ्क्षया भासते. तत् तेन किम् अवगच्छामः इति न जाने. पदार्थयोः आकाङ्क्षया भासते, आकाङ्क्षा इति अस्माभिः चिन्तितं खलु. हा, चिन्तितम्. आकाङ्क्षा भवेत् पदयोः मध्ये, आकाङ्क्षा अस्ति चेदेव अत्र अर्थबोधः जायते. अतः तत्र आकाङ्क्षा इत्युक्ते घटं स्पृशति इत्यत्र पदं नास्ति. तत्र पदयोः मध्ये सम्बन्धं बोद्धुं घट अपि च पदं, तस्मात् उपरि अम् इति प्रत्ययः, अम् इति पदं नैयायिकानां मतानुसारं तयोः मध्ये आदेयत्वमस्ति खलु. तत् बोद्धुं यद्यपि पदं नास्ति, तत्र किं वक्तव्यम्? आकाङ्क्षा भवेत् इति उक्तम्. आकाङ्क्षा अस्ति चेत् एतदर्थः अवबुध्यते, एषः अर्थः अवबुध्यते इति अधीतं. तदेव अत्र उक्तं, पदार्थयोः आकाङ्क्षया किं भासते? संसर्गः भासते, संसर्गः सम्बन्धः भासते. अपि च अत्र वाक्यं पश्यन्तु सर्वे, अत्र अस्मिन् पुटे प्रथमवाक्यमस्ति खलु, अतः कालः आदेयतासम्बन्धेन कृतौ अन्वेति इति उक्तम्. तत्र अन्वेति इति पदम् अनुक्त्वा वर्तते इति पदं प्रयोगं करोति चेत् वाक्यं कथं भवेत्? मेहुल् महोदय वदतु. अस्तु, कालः आदेयतासम्बन्धेन कृतौ अन्वेति, कृतौ वर्तते. यदि कालः आदेयतासम्बन्धेन कृतौ वर्तते इति यदि अहं वदामि, वाक्यं समीचीनं किम्? न न न, अधिकरणं किम्? अधिकरणं कालः भवेत् अत्र कृति. तर्हि वाक्यं कथं भवेत्? कृति कृति इति कृतिः, हा, कृतिः आधेयता नास्ति, परन्तु अधिकरणतासम्बन्धेन काले वर्तते. न न न, अधिकरणतासम्बन्धेन नास्ति. कृतिः आधेयतासम्बन्धेन एव काले वर्तते खलु. सत्यं सत्यं, कालः आधेयतासम्बन्धेन कृतौ, कृतिः आदेयः अस्ति, कालः आधारः अस्ति. अतः कृतिः आदेयतासम्बन्धेन काले वर्तते. आदेयता कुत्र अस्ति? आदेयता कृतौ अस्ति. हा, आदेयता कृतौ अस्ति, अधिकरणता एव काले अस्ति खलु. इति कृत्वा वर्तते इति पदं प्रयोगं कुर्मश्चेत् अत्र वैपरीत्यं जायते. कृतिः आदेशासम्बन्धेन काले वर्तते इति भवति. किन्तु तेनैव सम्बन्धेन कालः कृतौ अन्वेति इति विपरीतं वैपरीत्यम्. अन्वेति इत्यस्य कः अर्थः भवति? सम्बन्धं प्राप्नोति इति अर्थः. अस्तु, अतः एव इदानीम् अत्र 294 पेज् मध्ये चित्रमस्ति खलु, तत्र पश्यतु स्पर्शनं तत्र अनुकूलत्वं कृतिः इति दत्तम्. किन्तु अनुकूलता कुत्र अस्ति? केन किं जायते? स्पर्शनं अपि च कृतिः, अत्र कारणं किं, कार्यं किं? मिथुन् महोदय वदतु. चित्रं दृष्ट्वा वा? दृष्ट्वा नो चेत् मां श्रुत्वा अपि वक्तुं शक्यते. स्पर्शनं अपि च अनुकूलत्वं कृति अस्तु. न न, स्पर्शनम् अपि च कृतिः. हा हा, कार्यं किम्? अस्तु, कार्यम् इति स्पर्शनं, कारणं कृति. उत्तमं, कृतिः इति कारणमस्ति, आत्मगुणः कारणमस्ति. कारणमस्ति, कृतिं विना क्रिया न जायते खलु. आम् आम्, सत्यम्. इति कृत्वा कृतिः कारणं भवति, स्पर्शनं कारण कार्यं भवति. तर्हि अनुकूलता अथवा अनुकूलत्वं कुत्र अस्ति? कृतौ अस्ति वा, स्पर्शने अस्ति वा? न, अनुकूलत्वं तु कृतौ अस्ति, कारणे. सत्यं, तेनैव कार्यं जायते. अनुकूलत्वं कृतौ वर्तते, तथापि अत्र कथम् उक्तम् इति पश्यतु. स्पर्शनं स्पर्शनं अनुकूलत्वसम्बन्धेन कृतौ अन्वेति इति वक्तव्यम्. स्पर्शनं सत्यम् अनुकूलत्वसम्बन्धेन कृतौ अन्वेति. एवं सर्वत्र सर्वत्र स्पर्शनम् इति एवं सर्वत्र घटः आदेयत्वसम्बन्धेन कर्मत्वे अन्वेति. वस्तुतः कर्मत्वम् आदेयत्वसम्बन्धेन घटौ अस्ति, घटौ वर्तते, घटे घटौ नास्ति, घटे वर्तते. किन्तु अन्वेति, किमर्थम् अन्वेति इति पदं प्रयोगं क्रियते चेत् अत्र इदानीं शाब्दबोधः विषये चिन्तनं खलु. अतः सर्वत्र वैपरीत्यमस्ति. यद्यपि कर्मत्वम् आदेयत्वसम्बन्धेन घटे वर्तते, तथापि शाब्दबोधस्थले कथं वक्तव्यं? घटः आदेयत्वसम्बन्धेन कर्मत्वे अन्वेति. एवं कर्मत्वं निरूपकत्वसम्बन्धेन स्पर्शने अन्वेति. वस्तुतः अत्र स्पर्शनमेव निरूपकः अस्ति खलु. किं निरूपयति? कर्मत्वं निरूपयति. स्पर्शनक्रियायाः फलाश्रयः अस्ति कर्म इति कृत्वा. अतः कर्मत्वं निरूपकत्वसम्बन्धेन स्पर्शने अन्वेति. एवं स्पर्शनम् इति क्रिया अनुकूलत्वसम्बन्धेन कृतौ अन्वेति इति इति न इति न अवबुध्यते चेत् तत्र क्लेशः भवति. किमर्थम् इत्युक्ते अनुकूलत्वं कुत्र वर्तते? कृतौ वर्तते. आदेयत्वं कुत्र वर्तते? कर्मत्वे वर्तते. किन्तु शरः इतः तत्र गच्छति, घटात् आरभ्य कर्मत्वं प्रति गच्छति शरः. तर्हि तत्र कथम् अवगन्तव्यं, कथं वक्तव्यम् इति चेत् घटः आदेयत्वसम्बन्धेन कर्मत्वे अन्वेति, कर्मत्वं निरूपकत्वसम्बन्धेन स्पर्शने अन्वेति, स्पर्शनं अनुकूलत्वसम्बन्धेन कृतौ अन्वेति, यथा कालः आदेयत्तासम्बन्धेन कृतौ अन्वेति. अस्तु, अग्रे गच्छामः. धन्यवादः महोदय. अग्रे सतिभा भगिनी पठति किम्? धन्यवादः महोदय. फलतश्च फलतश्च आख्यादार्थः कृतिः आत्मगुणः एव इति, सः अपि आत्मधर्मः. अतः तिङ्प्रत्ययस्य अपि धर्मबोधकता स्थिरा निगमनं निगमनं किम् इति उक्तमस्ति अनेन विचारेण कृतिः अपि आत्मगुणः इति ज्ञातुं शक्यते इति हरिः ओम् अनेन विचारेण कृतिः आत्मगुणः इति ज्ञातुं शक्यते इति निगमनं किम् कृतिः इति आख्यातस्य अर्थः वा एकनिमिषं महोदय फलतश्च आख्यातार्थः कृतिः सः अपि अतः अतः इति निगमनवाक्यम् अतः किम् अतः तिङ् प्रत्ययस्यापि धर्मबोधकता स्थिरः इति अत्र धर्म स्थिरः धर्मप्रत्ययः प्रत्ययः द्विधः भवति इति अधीतं खलु सुप्रत्ययः तिङ् प्रत्ययः इति नास्ति प्रत्ययः प्रत्ययः सप्तविधः सप्तविधाः सन्ति तत्तु वैयाकरणां मतानुसारं नैयायिकानां मतानुसारं प्रत्ययः द्विविधः तौ कौ धर्मबो नामप्रकृति इदानीं प्रत्ययः धर्मबोधः धर्मबोधकप्रत्ययः धर्मीबोधकप्रत्ययः इति तर्हि धर्मबोधकप्रत्ययः धर्मीबोधकप्रत्ययः इति प्रत्ययस्य द्वैविध्यं नैयायिकानां मतानुसारं तत्र धर्मबोधकप्रत्ययाः के तद् सुप्रत्ययः तिङ् प्रत्ययः तर्हि इदानीम् अनेन चिन्तनेन तिङ् प्रत्ययः धर्मबोधकप्रत्ययः इति स्पष्टतया अवगतम् इति निगमनम् कृतिः आत्मगुणः अस्ति इति निगमनं नास्ति निगमनं किम् इति चेत् तिङ् प्रत्ययः धर्मबोधकप्रत्ययः किमर्थं तिङ् प्रत्ययः धर्मबोधकप्रत्ययः तिङ् प्रत्ययेन तद् इदानीं गम् गच्छति इति क्रियायां गम् इत्यस्य एकेन पदेन वक्तव्यं स्पष्टता अस्ति चेत् किमर्थं तिङ् प्रत्ययः धर्मबोधकप्रत्ययः गच्छति इत्यस्य कः धर्मः इति तदेव पदेन उत्तरं वक्तव्यं गच्छति इत्यत्र पदद्वयमस्ति खलु भगिनि गच्छति इति न वक्तव्यं ति इति पदेन अस्तु ति इति पदेन किमुक्तम् कृति उक्तं क्रिया उक्तमस्ति कृति इति उक्तं वा क्रिया उक्तं वा क्रिया उक्तमस्ति तिङ्प्रत्ययेन कृतिः एव बोधयते कृति इति आत्मगुणः तत् क्रिया इति वदा गमनकार्यमस्ति तत् कृतिः अपि च क्रिया अनयोः मध्ये भेदः अस्ति इति भवती अवगच्छति किम् नास्ति किन्तु मम एकः संशयः अस्ति कृति मम प्रश्नस्य उत्तरं वदतु कृतिः क्रिया अनयोः मध्ये भेदः अस्ति वा न वा भेदः अस्ति कः भेदः कृति इति वदामः चेत् तत् आत्मगुणः इति उक्तमस्ति क्रिया इति चेत् क्रिया इति चेत् आक्षन् किमर्थं ट्रान्स्लेट् करोति अनुवादं मया न पृष्टम् अर्थः कः तयोः मध्ये भेदः निरूपणीयः खलु सप्तपदार्थाः के द्रव्यगुणकर्म समवाय अभाव सत्यम् इति सप्त पदार्थाः सर्वेषु गुणेषु का जातिः वर्तते सत्ता सर्वेषु गुणेषु सर्वेषु पदार्थेषु सत्ता जातिः वर्तते सर्वेषु गुणेषु गुणत्वम् इति वा सत्यं किमर्थं चिन्तयति चतुर्विंशतिगुणाः इति किमर्थम् एकस्याम् श्रेण्याम् स्थापितम् इति चेत् चतुर्विंशतिगुणेषु गुणत्वम् वर्तते खलु. तर्हि इदानीम् कृतौ का जातिः वर्तते? कृतत्वम् इति अस्ति वा न जानामि महोदय. भगिनि इदानीं कृतिः इति कीदृशपदार्थः? कृतिः इति सप्तपदार्थेषु अन्यतमः एव. न सप्तपदार्थाः सन्ति खलु, कृतिः इति द्रव्यं किम् नास्ति? कृतिः किं द्रव्यगुणकर्म? नास्ति महोदय, गुणः गुणः क्षम्यताम्, इदानीम् अवगतम्. इदानीं मम प्रश्नस्य उत्तरं लब्धम् अयम्. ऐ थिङ्क् अहं किं चिन्तितवती, क्रिया इति कर्म इति चिन्तितवती व्याकरण. क्षम्यताम्, व्याकरणरीत्या पश्यामश्चेत् कृतिः इति पदं तिनन्तपदमस्ति, भावार्थे प्रयुक्तः अस्ति. कृतिः इति पदस्य अर्थः क्रिया इति व्याकरणरीत्या, किन्तु नैयायिकानां मतानुसारम् इदानीं कृतिः इति पारिभाषिकशब्दः अस्ति, आत्मगुणं बोधयति खलु. तर्हि कृतौ गुणत्वं वर्तते, क्रियायां किं वर्तते? क्रियाकारकत्वं. किं वर्तते? क्रिया जातिः. व्याकरणरीत्या नैयायिकानां मतानुसारं गुणं कृतौ क्रिया इति गुणं वा? क्रिया इति कर्म. तर्हि का जाति वर्तते? कर्मत्वम्. हा इति भेदः. तर्हि कृतिः क्रिया अनयोः मध्ये भेदः कः इति चेत्, कृतौ गुणत्वं वर्तते, क्रियायां कर्मत्वं वर्तते इति भवत्या वक्तव्यं खलु. अस्तु, तर्हि इदानीं तिङ् प्रत्ययेन ति इति प्रत्ययेन कः उक्तः? कृति उक्तः. कृति इति आत्मगुणः उक्तः. आत्मगुणः उक्तः. आत्मगुणः कुत्र वर्तते? आत्मनि. आत्मनि खलु. इदानीम् आत्मा कः भवति? धर्मी भवति वा धर्म भवति वा? धर्मी. आत्मा इति धर्मी, आत्मा इति धर्मिणी विद्यमानधर्मः कः? तदेव कृति. हा कृति इति गुणः. गुणः इति कृत्वा अतः तिङ् प्रत्ययः धर्मबोधकप्रत्ययः. किं धर्मं बोधयति? कृतिः इति आत्मगुणं बोधयति. यद्गुणम् आत्मनि इति धर्मिणी वर्तते इति कृत्वा तिङ् प्रत्ययः धर्मबोधकप्रत्ययः इति स्थिरा इति स्पष्टतया अवगतम्. बुध्यते खलु? बुध्यते. अस्तु अग्रे पठतु. धर्मिबोधकप्रत्ययः न अत्र इतोपि अस्ति चिन्तितांश चित्रेण अनुसन्धि सन्धा चिन्तित अंशः चित्रेण अंशं चित्रेण अनुसन्धत्महे पदम् अत्र चित्रे किमस्ति इति. प्रथमं पदं पदस्य त्रयः विभागाः प्रकृति नाम किं? केवलं पुनस्मरणार्थम् अहं पृच्छामि. शक्तं पदं किम्? शक्तं पदं पदपदार्थयोः मध्ये विद्यमानशक्तिः. अयं पदम् अनेन पदेन अयम् अर्थः बोद्धव्यः. अस्मात् पदात् अयम् अर्थः बोद्धव्यः इति का? इति शक्तिः. इति साक्षात् शक्तिः नास्ति. अस्मात् पदात् अयमर्थो बोद्धव्यः इति किम् कोऽपि वदतु ईश्वर इच्छाशक्तिः ईश्वरसङ्केतः इति शक्तिः इति न वक्तव्यम् इति ईश्वर इच्छा तर्हि शक्तिः नाम का इति चेत् ईश्वर इच्छा इति वक्तव्यम् ईश्वर इच्छा तस्मादुपरि ईश्वर इच्छायाः विषयाः के इति यदि अहं पृच्छामि तत्र अस्मात् पदा तत्र पदपदार्थयोः मध्ये सम्बन्धः एव ईश्वर इच्छा इच्छायाः विषयः इति वक्तव्यम् अस्तु तर्हि पदम् इत्युक्ते किं पदं कति विधाः कति विधानि सन्ति त्रयः विधाः प्रकृति प्रत्ययः निपातः अस्तु प्रकृतिः प्रकृतिः द्विधा विभक्ताः नाम प्रकृतिः धातुप्रकृतिः धातुप्रकृतिः नाम किं धातुप्रकृतिः नाम धातुप्रकृति एव तिङ्प्रत्ययस्य तिङन्तपदस्य निर्माणार्थम् एतत् पूर्वं वर्तते तत् प्रत्ययस्य पूर्वम् यस्मात् न प्रत्ययस्य इदानीं प्रकृतेः विषये चिन्तनं प्रत्ययस्य विषये किमर्थं वदति क्रियां हा धातुप्रकृतिः कां बोधयति चेत् क्रियां बोधयति क्रियां बोधयति यस्मात् प्रत्ययं विद्यते इति अहं चिन्तयामि क्रियां बोधयति खलु धातुप्रकृतिः तर्हि नाम प्रकृतिः कां बोधयति नाम प्रकृति कर्तारं बोधयति कर्तु अतः एव अहं पुनः पुनः पृच्छन्नस्मि धातुप्रकृत्या क्रिया बुध्यते चेत् नामप्रकृत्या किं बुध्यते अन्ये सप्त षड् पदार्थाः बुध्यन्ते खलु आहत्य सप्तपदार्थाः नामप्रकृति द्रव्यगुणकर्मादि बोधयति धातु कृति बोधयति गुणं बोधयति वा न बुद्ध न भवती सम्पूर्णरीत्या न बुद्धवती एक्साक्ट्लि युवर् सायिङ्ग् राङ्ग् थिङ्ग्स् धातुप्रकृत्या किं बुध्यते क्रियायाः अर्थमेव बोधयति धातुः तर्हि इदानीं कृतिः इति उक्तवती खलु किमर्थं कृतिः इति उक्तवती धातुप्रकृत्या कृतिः ज्ञायते इति कृतिः अहं भिन्नरीत्या चिन्तितवती कृतिः इति क्रिया इति भिन्नरीत्या मा चिन्तयतु न्यायवर्गे न्यायवर्गानुसारं चिन्तनीयम् अस्तु पुनः वदतु धातुप्रकृत्या किं ज्ञायते वदतु प्रश्नस्य उत्तरं क्रियायाः अर्थं बोधयति क्रियायाः अर्थम् इति मां वदतु क्रियां क्रिया बोधयति खलु क्रियां बोधयति किमर्थं क्रियायाः अर्थ इति वदति न गच्छति इति वदामः चेत् गमनरूपक्रियां बोधयति भगिनी इदानीं गच्छति इत्यत्र केवलं गमनिः अस्ति वा प्रत्ययः अस्ति वा उभयमपि अस्ति वा उभयमपि अस्ति तर्हि गच्छति इति उदाहरणं न वक्तव्यम् केवलं प्रकृतेः विषये चिन्तनं खलु इदानीं गच्छति इत्यत्र प्रकृतिः का गम् इति तावदेव वक्तव्यं गम् इत्यनेन किं बोध्यते क्रिया एव वदतु गम् इति धातुप्रकृत्या किमुच्यते अर्थः गम् इति क्रिया भो क्रियायाः अर्थः वा न बोध क्रिया बोधयति क्रिया बोधयति महोदय क्रियां बोधयति कां क्रियां बोधयति गम् इति गमनक्रिया कामपि क्रियां बोधयति किं गमनक्रिया इति वक्तव्यम् अत्र केशः सः इति न जाने स्पष्टतया वक्तव्यम् गमनक्रिया बोधयति तावदेव वक्तव्यं कृपया तावद् वदतु अनन्तरम् अन्यत् किमपि मा वदतु गच्छति इति न वक्तव्यम् अत्र प्रकृतेः चिन्तनं गच्छति इत्यत्र गम् इति प्रकृतिः ति इति प्रत्ययः प्रत्ययमपि स्वयं पदं नैयायिकानां मतानुसारं तर्हि धातुप्रकृत्या इदानीं गमनक्रिया इत्युक्ते क्रियां बोधयति धातुप्रकृतिः अस्तु नामप्रकृतिः कां कान् बोधयति नामप्रकृतिः कथा घटम् इत्यत्र उक्तं तद् वा महोदय आख्यातमिति ति अस्ति भगिनी भवती आदौ गच्छति वा न वा इति विश्वासः किमर्थमत्र आख्यातविषये चिन्तयति आख्यातम् इत्युक्ते प्रत्ययः खलु तद् चिन्तनं प्रकृतिविषये अस्ति घटम् इति पदमस्ति खलु महोदय घट इति तावदेव वक्तव्यं घटम् इति वदति चेत् इदानीं वाक्यं जातम् घटा हा अत्र घट इति मा स्वीकरोतु नामप्रकृतिः नामप्रकृत्या केषां बोधनं भवति इति मम प्रश्नः पदस्य बोधं भवति पदार्थस्य बोधः भवति न अत्र अस्तु भवती किञ्चित् शृणोतु भवत्याः स्पष्टता सम्पूर्णतया नास्ति पुनः पुनः अन्यत् किमपि वदन्ती अस्ति किञ्चित् शृणोतु भगिनि अस्तु वर्षा भगिनि मम द्रव्यगुणादि पदार्थः क्रियाविहाय बोधयति महोदय अस्तु तानि कानि इति एकवारं वदति वा द्रव्य गुण कर्म कर्म कर्म न भवेत् परन्तु गमनम् इति पदं स्वीकुर्मश्चेत् तत्र भवितुम् अर्हति तिङन्तं न अस्ति चेत् यदि तत् कृदन्तम् अस्ति चेत् किन्तु भगिनि इदानीं गमनम् इति पदं वा वाक्यं वा वाक्यम् कति पदानि सन्ति गमनम् इत्यत्र गम् योगः नूल् नूल सत्य ल्युट् ल्युट् ल्युट् प्रत्यय सोरि इदानीम् अस्माकं चिन्तनं ल्युट् विषये नास्ति केवलं प्रकृतिविषये खलु हा महोदय तर्हि पुनः अहं पृच्छामि नामप्रकृत्या किं बुध्यते द्रव्य गुण कर्म न भवेत् समवाय देन् अभावः सप्तपदार्थेषु कर्मं त्यक्त्वा अन्यत् सर्वं वदतु ओके आम् महोदय द्रव्य गुण समवाय सामान्य जातिः खलु चतुर्थं सारि महोदय हा महोदय सामान्य विशेष अभाव समवाय अभावः अभावः समवाय अभावः दीस् सेवेन् पदार्थास् इस् वाट् वि लर्न्ड् इन् द फस्ट् क्लास् यु शुड् हाव् देम् आन् युर् मेमरि तर्हि द्रव्य गुण सामान्य इत्युक्ते जातिः विशेष समवाय अभावाः बोध्यन्ते नामप्रकृत्या खलु धातुप्रकृत्या कर्म बोध्यते किन्तु इतोपि किञ्चित् चिन्तनम् इदानीं द्रव्यगुण द्रव्ये द्रव्याणि कानि एकवारं वदतु पृथ्वी तेजवायु आकाश कालदिक् आत्ममनांसि इति नवद्रव्याणि खलु तेषु तेषु एकं द्रव्यम् इदानीमेव यः भागः मेहुल् महोदयेन पठितः आसीत् तस्मिन् एकं द्रव्यं प्रत्ययेन बुध्यते इति उक्तं तद्द्रव्यं किम् कालः एव हा उत्तमं तर्हि नामप्रकृत्या कालः अवबुध्यते किम् अह्नः इति स्वीकुर्मश्चेत् अत्र परन्तु वर्तमानकालं वा भूतकालं वा तदा ज्ञानं न लभ्यते उत्तमम् अत्र केवलं चिन्तनार्थं मया पृष्टं कालः अपि नामप्रकृत्या बुध्यते एव सत्यं किन्तु यदि एते नामप्रकृत्या उच्यमानपदार्थाः कस्मिंश्चित् काले भवति चेत् तत्कालम् इत्युक्ते तत्र आदेयतासम्बन्धेन यदि कालः एतेषु पदार्थेषु अन्वेतु अन्वेति स च सम्बन्धः प्रत्यया उक्तः भवति कालस्तु नामप्रकृत्या एव बुध्यते यथा भवत्या चिन्तितम् अन्नः रात्री इति वदामश्चेत् तत्र नामप्रकृतिः एव अस्तु समीचीनं तर्हि प्रकृतिः नामप्रकृतिः धातुप्रकृतिः इति उक्तम् तर्हि इतोपि किञ्चित् चिन्तनम् अहं पुस्तकात् बहिः चिन्तयन् अस्मि केवलं भवताम् अत्र ज्ञापनार्थम् अस्तु तर्हि धातुप्रकृतिः धातुप्रकृतेः एकम् उदाहरणं वदतु धातुप्रकृतिः धातु गच्छति स्पृशति उत्तमं तर्हि सामान्यतया धातुप्रकृतयः कुत्र लभ्यन्ते धातुपाठे भवति तत् उत्तमम् उत्तमं धातुपाठे विद्यमानद्विसहस्रधातवः सर्वे धातुप्रकृतयः इति भवन्ति अस्तु इदानीं तस्मादुपरि एकः प्रश्नः केवलं धातुपाठे विद्यमान धातवः एव धातुप्रकृत्याम् अन्तर्भूतः भवति वा नो चेत् इतोपि किञ्चित् अन्तर्भूतः भवति वा अत्र अस्ति किल महोदय सनाद्यन्तः धातवः इति सनादि बहु उत्तमं भगिनि हा तर्हि सनाद्यन्ताः धातवः इति उक्तत्वात् सनादिप्रत्ययाः येषु शब्देषु अन्ते अस्ति तादृशशब्दः शब्दाः अपि धातुप्रकृतौ अन्तर्भूताः भवन्ति बहु उत्तमं तर्हि धातुप्रकृतिः इत्यत्र पुस्तके एवं लिखन्तु अत्र धातुपाठे विद्यमानशब्दाः प्लस् सनादिप्रत्ययः तर्हि धातुप्रकृतयः के काः इति प्रश्ने सति औपदेशिकदातवः आदिदेशिकदातवः मिलित्वा धातुप्रकृतयः इत्यस्यां श्रेण्यां भवति नामप्रकृतौ अन्यत् सर्वं भवति इत्युक्ते द्रव्यगुणसामान्यविशेषसमवाय अभावाः एते सर्वे नामप्रकृतौ भवति उत्तमं तर्हि इदानीम् अग्रे चिन्तनं नामप्रकृतिः द्विधा विमक्ता तत् किम् विशेषणबोधिका अपि च विशेषबोधिका उत्तमं विशेषणबोधिका विशेष्यबोधिका विशेषणं नाम किं यत् व्यवह्रियते तत् विशेषणं यद् व्यावर्तयते व्यवह्रियते नास्ति ओ सोरि व्यावर्तते व्यवह्रियते इत्युक्ते व्यवहारं यस्मिन् विषये करोति इति भवति किन्तु व्यावर्तनं व्यावर्तकं विशेषणम् एकनिमिषम् अस्तु उत्तमं, तर्हि व्यावर्तकं विशेषणं तादृशव्यावर्तनं येन क्रियते तद् बोधिकाशब्दः बोधिका प्रकृतिः भवति नाम विशेषणबोधिका. विशेष्यं नाम किम्? अस्तु अत्र इतोपि किञ्चित् चिन्तनं कुर्मः. विशेषणम् इत्यत्र कः प्रत्ययः अस्ति अन्ते? वृत्तिः वदति वा? विश्दातु विशेषणं क्रियते अनेन इति वा? उत्तमं, करणव्युत्पत्तिः उत्तमं. विशिष्यते अनेन इति विशेषणम्. बहु उत्तमं भगिनि, विशिष्यते अनेन इति विशेषणं करणव्युत्पत्तिः. यथा करणं क्रियते अनेन इति करणं खलु, साध्यते अनेन इति साधनं, तथा विशिष्यते अनेन इति विशेषणम्. विशेष्यं नाम किम्? यस्य व्यावर्तनं भवति इति एव. येन विशिष्यते तद्विशेषणं, यः विशिष्यते तद्विशेष्यं, यः विशिष्यते खलु. उत्तमम्, अस्तु. पुनः विशेषणबोधिकाशब्दः विभक्तः किम्? विशेषणबोधिका प्रकृतिः विभक्ता किम्? विशेषणबोधिका न महोदय, किं न विभक्तम् अस्माभिः अधीतमपि, यद्यपि अत्र चित्रेण दत्तं क्रियाविशेषणं, क्रिया तर्हि तदपि योजयन्तु अत्र चित्रे. विशेषणबोधिका इत्यत्र पुनः शरद्वयं स्थापयित्वा अधः क्रियाविशेषणं तद्भिन्नं विशेषणम् इति द्विधा विभजनं करोतु. तर्हि स्तोकं शीघ्रं, शीघ्रं गच्छति, स्तोकं पचति इति तादृशक्रियाविशेषणं भवति. अन्यत् सर्वं तद्भिन्नम् इति श्रेण्यां भवति. अस्तु सत्यमा भगिनी अवबुद्धति, अवगच्छति खलु? आं महोदय. हा, इति एतादृशस्पष्टज्ञानं भवेत्. अन्यत् किमपि न वक्तव्यं. धातुप्रकृतिः नाम इत्युक्ते पदम् इति न वक्तव्यं. धातुप्रकृतिः इत्युक्ते धातुः, औपदेशिकदातवः, आतिदेशिकदातवः. अस्तु तर्हि इदानीम् अग्रे चिन्तनं कुर्मः. तर्हि प्रकृतिः विषये सम्पूर्णचिन्तनं प्राप्तम्. इदानीं प्रत्ययः, प्रत्ययः द्विधा विभक्तः अस्ति, धर्मबोधकप्रत्ययः, धर्मीबोधकप्रत्ययः. धर्मबोधकप्रत्यये सुप्रत्ययाः, तिङ्प्रत्ययाः अन्तर्भूताः भवन्ति. किमर्थं तिङ्प्रत्ययः धर्मबोधकप्रत्ययः इति चेत्, आत्मनि विद्यमानधर्मः, आत्मगुणः, कृतिः नाम आत्मगुणः, आत्मगुणं बोधयति तिप्रत्ययः, तिङ्प्रत्ययः इति कृत्वा धर्मबोधकप्रत्ययः भवति. केवलं कृतिं न बोधयति, किन्तु कृतिः कस्मिन् काले जायते तदपि बोधयति तिङ्प्रत्ययः इति कृत्वा तस्य द्वौ अर्थौ भवति. एकं तु धर्मः कृतिः, द्वितीयं तु कृतिः कस्मिन् काले जायते तदपि बोधयति तिङ्प्रत्ययः. तावद् अवबुद्धम्. सुप्रत्ययस्य विषये अधिकं चिन्तनम् अत्र न कृतम्. अम् इति केवलम् एकेन एकस्य प्रत्ययस्य. अस्तु तर्हि वर्षा भगिनी भवती एव वदतु, अम् इति प्रत्ययस्य अर्थः कः? अम् इति प्रत्ययं सर्वतो बोधयति. हा अम् इति प्रत्ययस्य अर्थः कः इति सुप्रत्ययस्य कर्मत्वं बोधयति किल हा उत्तमं कर्मत्वम् इतोपि एकः अर्थः अस्ति किम् यदि नपुंसकलिङ्गे अस्ति चेत् कर्तृत्वम् अपि न किन्तु अम् इति प्रत्ययः तत्र नपुंसकलिङ्गे अस्ति चेत् तत्र सु इति प्रत्ययः एव कर्तारं बोधयति अथवा अम् इति प्रत्ययः इत्युक्ते यथा तिङ्प्रत्ययस्य अर्थद्वयमस्ति एकं तु कृतिः द्वितीयं तु कृतिः यस्मिन् काले जायते तदपि तथा सुप्रत्ययस्य कालबोधकत्वमस्ति किम् नास्ति केवलं कर्मत्वमेव बोधयति खलु एवं सु औजस् अम् औक्षस् ता इति प्रत्ययं स्वीकुर्मश्चेत् किं बोधयति करणं बोधयति उत्तमं करणत्वं बोधयति उत्तमम् अस्तु तर्हि इदानीं धर्मबोधकप्रत्ययाः अस्माभिः अधीताः इदानीं धर्मिबोधकप्रत्ययः हा रमेश महोदय पठति किम् आम् महोदय धर्मिबोधकप्रत्ययः धर्मिबोधकः प्रत्ययः अपि द्विविधः तद्धितप्रत्ययः कृत् प्रत्ययश्च तयोः आद्यः आदौ नामप्रकृतिः या उक्ता ततः परः भवति यथा कषायेन रक्तं काषायम् इति अत्र काषाय इति नामप्रकृतिः ततः तेन रक्तं वस्त्रं बोधयितुम् अण् प्रत्ययः कृतः सः अण् प्रत्ययः कषायेन रक्तं वस्त्रम् एव बोधयति न तु रक्तवस्त्रगतं धर्मं रक्तत्वम् तर्हि धर्मीबोधकप्रत्ययः द्विविधः अस्ति तद्धितप्रत्ययः अपि च कृत् प्रत्ययः ते नामप्रकृतयः परस्य भवति परः भवति इति दत्तमस्ति उदाहरणमपि दत्तमस्ति अण् इति यत् प्रत्ययः अस्ति कषाय इति प्रत्यये इति नामप्रकृतिपरे यद् अणुप्रत्ययः अस्ति तत् काषायत्वं बोधयति काषायं बोधयति इति काषायत्वं बोधयति इति तत् रक्तत्वं न बोधयति अपि इति दत्तमस्ति न किं बोधयति अन्ततो गत्वा काषायम् इति अण्प्रत्ययान्तशब्दं किं बोधयति किम् अवगन्तव्यम् अण् काषायम् इति पदेन किम् अवगन्तव्यम् यत् विषयः अस्ति तस्मिन् काषायत्वम् अस्ति इति बोधयति अन्ततो गत्वा किं काषायम् इति पदेन किम् उक्तम् वस्त्रम् उक्तम् विषयम् उत्तमम् उत्तमम् इति वक्तव्यं वस्त्रम् उक्तं काषायम् इत्यनेन वस्त्रम् उक्तं किन्तु केवलं वस्त्रम् उक्तं वा इति चेत् न रक्तविशिष्टवस्त्रम् उक्तं रक्तवर्णं रक्तत्वविशिष्टवस्त्रम् उक्तम् इति कृत्वा काषायम् इति पदेन वस्त्रमुक्तम् इति कृत्वा इदानीं वस्त्रं धर्मः वा धर्मी वा वस्त्रः इति धर्मः वस्त्रमिति धर्मः वस्त्रमिति धर्मः नास्ति न धर्मः काषायम् इति धर्मः काषायत्वम् इति धर्मः वस्त्रे अस्ति न महोदय अत्र काषायत्वस्य विषये चिन्तनं मा करोतु काषायम् इति पदेन किमुक्तं वस्त्रमुक्तं वस्त्रमुक्तम् हा तर्हि इदानीं मम प्रश्नः वस्त्रम् इति धर्मः वा धर्मी वा? धर्मी अस्ति. हा यस्मिन् कः धर्मः अस्ति? काषायं काषायन्त्वम् इति धर्मः अस्ति. हा का तत्र रक्तत्वम् अस्ति खलु. इति कृत्वा अण् प्रत्ययः धर्मीबोधकप्रत्ययः न तु धर्मबोधकप्रत्ययः. अस्तु अत्र सुन्दरः बालकः नो चेत् उन्नतः वृक्षः. उन्नतः वृक्षः इति स्वीकुर्मः. अत्र उन्नतः इति पदेन कः उक्तः? वृक्षः उक्तः. उत्तमं वृक्षः उक्तः किन्तु केवलं वृक्षः न उक्तः. वृक्षे विद्यमान औन्नत्यमपि उक्तः. न औन्नत्यविशिष्टवृक्षः उक्तः उन्नतः इति पदेन. औन्नत्यं केवलम् औन्नत्यं न उक्तं वृक्षः अपि न उक्तम् उभयमपि मिलित्वा औन्नत्यविशिष्ट कश्चन पदार्थः उक्तः. सः पदार्थः कः इति न उक्तः उन्नतः इत्यनेन. किमर्थम् इत्युक्ते उन्नतः बालकः अपि भवितुमर्हति. अतः एव उन्नतः इति यद्यपि व्याकरणे सामान्यरीत्या उन्नतः वृक्षः इत्यत्र वृक्षः इति विशेष्यम् उन्नतः इति विशेषणम् इति वदेम तत्तु बालस्तरे. वस्तुतः अत्र विशेषणं किम् इति चेत् औन्नत्यं विशेषणं भवति. उन्नतः इति पदेन औन्नत्यं न उक्तम्. औन्नत्यं यस्मिन्नस्ति सः धर्मी उक्तः अस्ति उन्नतः इति पदेन. अतः उन्नतः इति पदं विशेषणवाचकपदमस्ति अथवा विशिष्ट इति तस्य अन्यत् नाम अस्ति. विशिष्ट विशेषणं विशेष्यं विशिष्टम्. उन्नतः वृक्षः इति वाक्ये औन्नत्यं विशेषणं वाक्येन श्रूयते. वृक्षः इति विशेष्यं विशिष्टं किम् इति चेत् औन्नत्यं यस्मिन् अस्ति तद् बोधकं पदम् उन्नतः इति पदं विशिष्टं भवति. अस्तु इति कृत्वा धर्मीबोधकप्रत्ययः अस्ति अण् इति कश्चन प्रत्ययः. अण् इति प्रत्ययेन वस्त्रमेव अवबुध्यते न तु तस्मिन् विद्यमानरक्तवर्णः. किन्तु रक्तवर्णम् अपि अवबुध्यते किन्तु केवलं रक्तवर्णं न अवबुध्यते रक्तवर्णं यस्मिन् अस्ति सः अवबुध्यते इति कृत्वा धर्मीबोधक. यथा अवतु प्रत्ययः घटवान् इति यदि अहं वदामि घटः अवबुध्यते किन्तु घटं बोद्धुं घटवान् इति पदं न प्रयुक्तं. घटः यस्मिन् अस्ति तद् आसन्दः नो चेत् घटवत् भूतलम् इति अस्ति चेत् घटवत् घटवत् इति पदेन केवलं घटः न बुध्यते केवलं भूतलं न बुध्यते किन्तु घटवान् यः अस्ति सः बुध्यते धर्मीबोधकः अस्ति. अतः अण् इति प्रत्ययः धर्मीबोधकप्रत्ययः इति आगतम्. अस्तु अग्रे लक्ष्मी भगिनी पठति किम्? आं महोदय श्रूयते वा? आं सम्यक् श्रूयते. एवम् अस्तु एवं सास्य देवता इति सूत्रेण अण् रूपः देवता तद्धितः क्षम्यतां देवता तद्धितः विहितः. विश्वे देवाः देवता अस्य द्रव्यस्य इति वैश्वदेवम् इह अपि विश्वे देव देवतासम्बन्धितद्रव्यमेव बोध्यते न तु द्रव्यनिष्ठं देवतात्वनिरूपकत्वम् इति उभयत्र धर्मीबोधकता आगता. अस्तु अस्तु सास्य देवता इति सूत्रम् अस्ति तत्र अण् देवता इति रूपं कथम् आगतम् इत्युक्ते अण् इति प्रत्ययस्य योजनेन देवता इति रूपम् अन् इति तदितप्रत्ययस्य योजनेन देवता इति रूपम् आगतः न देवता इति रूपं न आगच्छति किं देवता तद्धितः विहितः अन् रूपः देवता तद्धितः विहितः इति स अस्य देवता इति सूत्रेण कः विहितः अस्ति स अस्य देवता इति सूत्रेण अण् इति विहितः आम् अण् इति तद्धितप्रत्ययः विहितः अस्ति आम् कस्मात् परं विहितः अस्ति इति चेत् देवता इति अत्र अग्रे उदाहरणमस्ति वैश्वदेवाः इति अस्ति खलु विश्वेदेवाः देवता अस्य द्रव्यस्य इति वैश्वदेवम् अस्य वाक्यस्य अर्थः विश्वेदेवाः इति विश्वेदेवाः देवता अस्य द्रव्यस्य इति वैश्वदेवम् वैश्वदेवम् इति पदेन तद्धितान्तपदेन किम् उक्तं यथा काषायम् इति पदेन वस्त्रम् उक्तम् इति ब्रह्मेश महोदयेन उक्तं तथा वैश्वदेवम् इति पदेन किम् उक्तम् वैश्वदेवेन पदं विश्वदेवाः विश्वदेवः उक्तं नास्ति विश्वदेवसम्बन्ध पदार्थः उक्तः का तर्हि द्रव्यम् उक्तं वैश्वदेवं विश्वे देवाय अर्प्यमाणं द्रव्यस्य नाम अस्ति वैश्वदेवम् ओ अस्तु ओ विश्वदेवे अर्प्यमाणदेवायमस्ति वैश्वदेव ओ विश्वदेवाय अर्प्यमाणधर्म द्रव्यः वैश्वदेवम् अस्तु अधुना अत्र पण्डिताः साम्प्रदायिकपण्डिताः यदि अस्माकं गृहे तत्र स्थित्वा यदि होमादिकं कुर्वन्तः सन्ति तदा आहारसमये ते कथं वदन्ति किञ्चिदिव वैश्वदेवं कृत्वा आगच्छामि इति वदन्ति आहारं भुक्त्वा आगच्छामि इति तेन वदन्ति वैश्वदेवं कृत्वा आगच्छामि इति वदन्ति तर्हि आहारस्य अन्नस्य एव नाम वैश्वदेवं किमर्थमिति चेत् अस्माकं जठरे जाटराग्निः अस्ति खलु तज्जाटराज्ञ्याः देवता अस्ति विश्वदेवः विश्वेदेवाः तर्हि विश्वेदेवार्थं किञ्चित् अर्पणं कृत्वा अग्रे होमं नयामि इति बोद्धुं किञ्चित् वैश्वदेवं सम्पाद्य आगच्छामि इति ते वदन्ति तर्हि वैश्वदेवम् इति पदेन किम् उक्तम् इति चेत् आहारः उक्तः अन्नमुक्तं वैश्वदेवम् इति पदेन न तु देवः अस्तु अस्तु अग्रे इहापि इहापि विश्वे देवता सम्बन्धितव्यमेव बोध्यते न तु द्रव्यनिष्ठं देवता अस्तु विश्वे देवे देवता सम्बन्धितव्यम् अस्तु विश्वदेव स वैश्वदेवम् इति देवता विश्वदेवसम्बन्ध विश्वदेवदेवतासम्बन्ध द्रव्यं बोधयति विश्वे देवाय इदम् इति वैश्वदेवं विश्वे देवाय इदम् विश्वे देवाय वैश्वदेवं तर्हि वैश्वदेवं किं बोध्यते द्रव्यमेव बोध्यते न तु द्रव्यनिष्ठं देवतात्वनिरूपकत्वं द्रव्यनिष्ठदेवकात्वम् इत्युक्ते द्रव्ये द्रव्य आधारः देवता आदेयः इति तादृशं न बोधयति इति अत्र द्रव्यनिष्ठं देवतात्वनिरूपकत्वम् इत्युक्ते द्रव्यः आधारः देवता आदेयः तादृशं न बोधयति किन्तु वैश्वदेवम् इति वैश्वदेवमेव द्रव्यं विश्वदेवाय इदम् इति इत्युक्ते अत्र विश्वे देवाः, विश्वे देवः इति इति देवता इति देवता तत्र सम्बन्धमस्ति, न तु निश् तत्र आदेय आधार आदेयभावः भगिनि किमर्थम् एतद् एतत् चिन्तनं न तु द्रव्यनिष्ठदेवतानिरूपकत्वम् इति किमर्थम् उभयत्र धर्मी बोधकता आगता सो वैश्वदेवम् इति यत् पदमस्ति तत् धर्मीबोधकम् एकनिमिषं मम प्रश्नं पृष्ट्वा श्रुत्वा उत्तरं वदतु न तु द्रव्यनिष्ठं देवतानिरूपकत्वम् इति न तु द्रव्यनिष्ठदेवतानिरूपकत्वम् इति किमर्थम् अत्र लिखितमस्ति द्रव्यनिष्ठ वैश्वदेवम् इति पदं द्रव्यनिष्ठदेवता नास्ति तस्मिन् विषये चिन्तनं नास्ति अस्तु न तु द्रव्यनिष्ठं देवतानिरूपकत्वम् इति भागः किमर्थम् अस्मिन् वाक्ये लिखितः अस्ति किं निरूपणार्थम् किं वैश्वदेवमेव द्रव्यमस्ति तत् तद् द्रव्यनिष्ठदेवता नास्ति इति न तदर्थं नास्ति अस्तु प्रकृतिविषयः कस्मिन् विषये इदानीं चिन्तनं जायमानमस्ति प्रत्ययविषये अत्र धर्मीबोधकम् इति विभागः चिन्त्यमानमस्ति धर्मीबोधकप्रत्ययस्य विषये चिन्तनं जायमानमस्ति तर्हि सास्य देवता इति सूत्रे विधीयमान अण्प्रत्ययः यः अण्प्रत्ययः वैश्वदेवम् इति पदस्य अन्ते विद्यते तेन प्रत्ययेन धर्मः बुद्धः वा धर्मीबुद्धः वा इति निरूपणीयं खलु यदि धर्मः बोधितः अस्ति तदा अण् इति तद्धितान्तप्रत्ययः धर्मबोधकप्रत्ययः भवति तर्हि तस्मिन् विषये चिन्तनं तर्हि तस् तदर्थम् अत्र एकम् एतद्वाक्यं लिखितमस्ति इह अपि विश्वदेवतासम्बन्धी द्रव्यमेव बोध्यते न तु द्रव्यनिष्ठं देवतानिरूपकत्वम् इति कृत्वा अत्र द्रव्यं धर्मी उक्तः अस्ति न तु धर्मः इति कृत्वा उभयत्र उभयत्र इत्युक्ते पूर्वं काषायम् इत्यत्र यद् अण्प्रत्ययं विद्यते अपि च अत्र यद् अण्प्रत्ययं विद्यते उभयत्र अण्प्रत्ययं धर्मीबोधकम् एव न तु धर्मबोधकम् इति आगतम् इति उक्तं बुध्यते खलु तावदेव तर्हि इदानीं यथा मया प्रतिपादितम् अत्र विश्वदेव वैश्वदेवम् इति किमपि न उक्तम् तत्सर्वं जातं विश्वदेवाय विश्वे देवाय इदम् इति वैश्वदेवं तर्हि वैश्वदेवम् इत्यनेन द्रव्यमेव उक्तं द्रव्यं नाम किं धर्मी द्रव्यमेव सर्वस्य आधारः भवति खलु सर्वेषां पदार्थानाम् आधारः भवति द्रव्यं गुणः कुत्र अस्ति द्रव्ये अस्ति हा तर्हि गुणः इति धर्मः द्रव्यम् इति धर्मिणि वर्तते इति कृत्वा द्रव्यं धर्मी भवति गुणः द्रमः भवति पूर्वं यदस्माभिः चिन्तितं तत्र अम् इति प्रत्ययेन कर्मत्वम् उक्तं ति इति प्रत्ययेन कृतिः उक्ता कृतिः इति गुणः अस्ति धर्मः अस्ति कर्मत्वम् इति धर्मः अस्ति कर्मत्वं कुत्र विद्यते कर्मे विद्यते इति कृत्वा कर्मत्वम् इति धर्मः अस्ति अतः सुप्रत्ययः तिक्प्रत्ययः धर्मबोधकप्रत्ययः किन्तु अण् इति प्रत्ययः काषायम् इत्यत्र विद्यमान अण् प्रत्ययः वस्त्रं बोधयति इति कृत्वा वस्त्रं स्वयं द्रव्यमस्ति इति कृत्वा धर्मीबोधकप्रत्ययः एवं वैश्वदेवम् इति पदस्य अन्ते यः अण् प्रत्ययः अस्ति तेन पदेन अत्र द्रव्यमेव उक्तं भुज्यमान अन्नम् उक्तमस्ति इति कृत्वा धर्मीबोधकप्रत्ययः अस्ति न तु धर्मबोधकप्रत्ययः इति उक्तं बुध्यते खलु अधुना बुध्यते अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अग्रे स्वामी महोदय पठितुमिच्छति किं परन्तु स्वामिमहोदय अस्ति किम् आं महोदय हा पठतु महोदय परन्तु सर्वदा अस्मान् उपकुर्वत् घटत्वपदमपि तद्धितप्रत्ययान्तं घटपदात् भाववाचकत्वप्रत्यये कृते तन्निष्पत्तिः एवञ्च विशेषविचारे कृते तत्र तत्रापवादलाभेऽपि वक्ष्यमाणशाब्दबोधसौकर्यम् आलोच्य एवंविधविभागः कृतः विभागः किमर्थम् उक्तमिति दत्तं महोदय अस्तु अतः अहं प्रश्नान् पृच्छामि तस्य उत्तरं वदतु अस्मिन् परिच्छेदे कस्य प्रत्ययस्य विषये चिन्तनं तद्धितप्रत्ययस्य कः तद्धितप्रत्ययस्य तवत् नास्ति घटत्व इति पदस्य अन्ते कः प्रत्ययः अस्ति त्व इति प्रत्ययः न तु तवत् प्रत्ययः तव तु प्रत्ययः भिन्नः अस्ति अत्र त्व इति प्रत्ययः त्वा इति तद्धितप्रत्ययविषयः अस्ति अस्तु त्वा इति प्रत्ययेन प्रत्ययं कस्मिन् अर्थे उक्तम् धर्म इति वदति चेत् क्लेशः भवति महोदय इदानीं कस्मिन् विषये चिन्तनम् प्रकृतविषयः कः धर्मी धर्मीबोधकप्रत्ययस्य विषये चिन्तनं खलु आमो तत्र अण् इति प्रत्ययः काषायम् इति पदस्य अन्ते विद्यमान अण् प्रत्ययः वस्त्रं बोधयति इति कृत्वा अण् इति प्रत्ययः धर्मीबोधकप्रत्ययः एवं वैश्वदेवम् इति पदस्य अन्ते विद्यमान अण् प्रत्ययः अन्नं बोधयति इति कृत्वा विश्वे देवाय इदं यदस्ति तद्बोधयति इति कृत्वा तदपि धर्मीबोधकप्रत्ययः एवम् इदानीं त्वप्रत्ययः अपि कः प्रत्ययः धर्मीबोधकप्रत्ययः वा धर्मबोधकप्रत्ययः वा धर्मीबोधकप्रत्ययः हा तर्हि तद् निरूपणीयं त्व इति प्रत्ययः कथं धर्मं बोधयति धर्मीं बोधयति धर्मिणं क्षम्यतां धर्मिणं बोधयति इति वक्तव्यं तत् कथम् तद्धितम् इति कृते वा न तद्धितमस्ति चेत् धर्मी इति न वक्तव्यं यदि तादृशं वदामः तर्हि किमर्थम् अत्र निरूपणं खलु उदाहरणं स्वीकृत्य सर्वे तद्धितप्रत्ययाः धर्मीबोधकप्रत्ययाः इति वदामश्चेत् पर्याप्तं भवति किन्तु तादृशमत्र न उक्तं निरूपयति काषायम् इति पदेन द्रव्यमेव उक्तं वस्त्रमेव उक्तं न तु तस्मिन् विद्यमानरक्तवर्णत्वम् इति कृत्वा अण्प्रत्ययः अण् इति तद्धितप्रत्ययः धर्मीबोधकप्रत्ययः इति यथा उक्तं तथा अत्र त्व इति प्रत्ययेन अस्तु मेहुल् महोदय किञ्चित् सायं करोतु अत्र भवतः अवगमनं किमिति पश्यामि तत्र घटपदस्य अनन्तरं भाववाचकत्वप्रत्ययः अस्ति तेनैव घटत्व इति पदं लब्धं तत् तद्धितप्रत्ययान्तम् अस्ति तर्हि अत्र अहं मन्ये अत्र अपवादलाभः अस्ति इत्यनेन एव अपवादेन एतत् स्वीकृतं तर्हि सर्वत्र तद्धितप्रत्ययान्तत्वेन स्वीकृतम् इति चेत् तत्र अपवादत्वं कथम् आगतम्? अत्र विशेषविचारे कृते तत्र तत्र अपवादलाभः अपि वक्ष्यमाणशाब्दबुधसौकर्यायम् आलोच्य एवंविधविभागः कृतः इति लिखितम्। अतः अत्र सर्वे ये तद्धितप्रत्ययान्तपदाः सन्ति ते सर्वे धर्मीबोधकः एव भवन्ति इति तु नास्ति इति अहं मन्ये। अस्तु, तर्हि घटत्वम् इति पदं श्रुत्वा यथा कषायम् इति पदं काषायम् इति पदं श्रुत्वा अत्र वस्त्रम् अवगतं, वैश्वदेवम् इति श्रुत्वा अन्नम् अवगतम्, उभयमपि द्रव्यं, तथा घटत्वम् इति पदं श्रुत्वा किम् अवगच्छामः? घटे यः विद्यमानः धर्मः अस्ति तदेव अवगच्छामः। जाति तर्हि त्व इति प्रत्ययः किं भवेत्? प्रत्ययः धर्मबोधकः भवेत्। हा, त्व इति प्रत्ययः घटत्वं बोधयति, घटे घटं घटः इति द्रव्ये विद्यमान धर्मं बोधयति इति कृत्वा त्वप्रत्ययः सामान्यतया यद्यपि तद्धितप्रत्ययः अस्ति तथापि धर्मबोधकप्रत्ययः इति स्वीकर्तव्यम्। किन्तु किन्तु किम्? किन्तु अत्र एतादृश तद्धितप्रत्ययान्तत्वप्रत्ययः धर्मबोधकः अस्ति चेत् अपि अत्र धर्मीबोधके धर्मीबोधकः अस्ति इति अपवादेन स्वीकुर्मः इति वा? हा, किमर्थं तादृशं स्वीकृतम्? अत्र अग्रे पश्यामः, तत्र शाब्दबोधसौकर्याय। उत्तमं, बहु उत्तमं। शाब्दबोधसौकर्याय अत्र सौकर्यं किं? शाब्दबोधे किं सौकर्यं भवति? यद्यपि घटत्वम् इति धर्मम् एव बोधयति न तु धर्मी। घटत्वं कुत्र वर्तते? घटे वर्तते। तर्हि धर्मी भवति घटः, घटत्वं धर्मः भवति। तर्हि त्वप्रत्ययः तद्धितान्तप्रत्ययः धर्मबोधकप्रत्ययः इत्यस्यां श्रेण्यां भवेत्। किन्तु शाब्दबोधसौकर्याय अत्र सौकर्यं किम् इति चेत् वक्ष्यमाण इति उक्तम्, अग्रे वक्ष्यति। अतः तावत्पर्यन्तम् अस्य सम्पूर्ण अवबोधः न जायते। किन्तु यद्यपि त्वप्रत्ययः धर्मबोधकप्रत्ययः इति एव भाति, तथापि धर्मीबोधकप्रत्यये अन्तर्भूतम् अन्तर्निहितम् एवंविधविवादः कृतः, तत्र एवंविधविवादः कृतः अस्ति। सर्वे तद्धितान्तप्रत्ययाः धर्मीबोधकप्रत्ययाः एव इति निगमितम्। किमर्थं? विचारसौकर्याय, शाब्दबोधसौकर्याय एतादृशं। किं सौकर्यमस्ति इति चेत् एतावत्पर्यन्तम् अस्माभिः न अवगतं, तद् अग्रे वक्ष्यति। अस्तु, समयः जातः, अत्र स्थगेम, अग्रिमे वर्गे इतोपि अग्रे सरेम। अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च।